सर्वेषां संस्कृतकक्षायां स्वागतम्। अहम् एकं नूतनं श्लोकं श्रावयामि। मात्रा समं नास्ति शरीरपोषणं, चिन्ता समं नास्ति शरीरशोषणं, मित्रं विना नास्ति शरीरतोषणं, विद्यां विना नास्ति शरीरभूषणं, विद्यां विना नास्ति शरीरभूषणं। इत्युक्ते अत्र विद्यां विना शरीरभूषणमेव नास्ति, इत्युक्ते विद्यया तुल्यं शरीरभूषणं नास्ति। एतदेव भर्तृहरिः अपि उक्तवान्, यथा सः उक्तवान्, केयूराणि पुरुषं न विभूषयन्ति, केवलं वाग्भूषणम् एव भूषणम् इति सः उक्तवान्। अतः एतत् अस्माभिः अवगन्तव्यम्। अनन्तरं गते सप्ताहे वयं कानिचन पदानि स्वागतं महोदय, धन्यवाद। गते सप्ताहे वयं कानिचन सर्वनामपदानि, प्रथमपुरुषे कर्तृपदानि कानि, केवलम् एकवचने एव, उत्तमपुरुषे कर्तृपदं किम् एकवचने, अपि च लघु लघु वाक्यानि कथं निर्मातव्यम्, अनन्तरं कर्तृसहितवाक्यम्, अपि च कर्मपदसहितवाक्यं, कर्मपदरहितवाक्यम् इति किञ्चित् किञ्चित् वयम् अधीतवन्तः। एतानि वाक्यानि कर्तरीप्रयोगे सन्ति, इत्युक्ते दे आर् आल् इन् आक्टिव् वाय्स् इत्येतेषां विषये वयं किञ्चित् अधीतवन्तः। अधुना वयं कानिचन नूतनानि क्रियापदानि उपयुज्य वाक्यरचना कथं करणीयम् इति पश्यामः। अनन्तरं अधुना अहम् एकं नूतनं श्लोकं वदामि, केवलम् आस्वादार्थमेव। किमर्थम् इत्युक्ते अस्मिन् श्लोके बहूनि क्रियापदानि सन्ति, अपि च अस्माकं कर्तव्यं किं, कृपया म्यूट् कुर्वन्तु। अत्र केवलम् आस्वादार्थं वदामि, किमर्थम् इत्युक्ते अस्मिन् श्लोके बहूनि क्रियापदानि सन्ति, अपि च अस्माकं कर्तव्यं किम्, अपि च अस्माकं बुद्धिः कथं विस्तारिता भवति इति इत्यस्मिन् विषये एतत् श्लोकं वदति। श्लोकम् एवमस्ति, यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति, तस्य दिवाकरकिरणैः नळिनीदलम् इव विस्तारिता बुद्धिः। इत्युक्ते अस्मिन् श्लोके कविः वदति, यः पुरुषः पण्डितान् उपाश्रित्य, परिपृच्छ, पठित्वा, लिखित्वा, दृष्ट्वा यः कार्यं करोति अथवा यः ज्ञानं सम्पादयति, तस्य बुद्धिः विस्तारिता भवति। कथं विस्तारिता भवति? विस्तारिता इत्युक्ते बहुलीकृता भवति, दट् मीन्स् हिस् नालेड्ज् विल् बिकम् मल्टिफोल्डेड्। कथं विस्तारिता भवति इत्युक्ते तत्र कविः अस्मिन् श्लोके सादृश्यम् इत्युक्ते सिमिलि अपि दत्तवान्, यथा दिवाकरकिरणैः नळिनीदलं विस्फुरति, इत्युक्ते यथा दिवाकरकिरणाः नळिनीदलं विस्फारयन्ति, तथा एव यः पुरुषः पण्डितान् उपाश्रित्य ज्ञानं सम्पादयति तस्य बुद्धिः विस्तारिता भवति, तथा एव वयमपि ज्ञानं सम्पादनीयम् इति वदति। अहं किमर्थम् उक्तवती एतत् श्लोकम् इत्युक्ते अस्मिन् बहूनि क्रियापदानि सन्ति, अतः अनन्तरम् अद्य वयं किञ्चित् गृहपाठं प्रति गच्छामः अधुना, अपि च विलम्बेन के आगतवन्तः अत्र नाम भगिनी अहं रघुपति आचार्य अस्मि. स्वागतं महोदय. अनन्तरं सतीश् भाटिया अस्मि. आं महोदय. अनन्तरम् अत्र गीता भगिनी अस्ति अपि च अनन्तरम् अत्र उमाशङ्कर् महोदय. स्वागतं महोदय. अनन्तरं मम पार्श्वे शोभा सुचित्रा भगिनी, शोभा भगिनी, सुचित्रा भगिनी, भूमा भगिनी, सतीश् महोदय, रघुपति आचार्य महोदय, गीता भगिनी, उमाशङ्कर् महोदय, अपि च अन्य के अस्तु. अनन्तरं शोभा भगिनी भवती करोतु. अधुना अहं कानिचन प्रश्नानि प्रश्नान् कानिचन पृच्छामि. प्रथमपुरुषे एकवचने कर्तृपदानि वदति वा? प्रथमपुरुषे एकवचने कर्तृपदानि, हा, करोमि, गच्छामि, पिबामि, आगच्छामि, नयामि, आनयामि इति. भगिनी, अत्र अहं किं पृष्टवती इत्युक्ते कर्तृपदानि इत्युक्ते कर्ता, वाक्ये कर्ता किम् इत्युक्ते भवती क्रियापदानि उक्तवती. कर्ता इत्युक्ते भवती सर्वनामपदानि अपि वक्तुं शक्नुमः, नो चेत् नामपदानि अपि वक्तुं शक्नुमः. इत्युक्ते एक्चुलि ऐ आस्क् यू फर् द सब्जेक्ट् आफ् द सेण्टेन्स्. कर्ता, कर्तृपदं, यः कर्तां सूचय, यः कर्तारं सूचयति सा एव कर्तृपदं. सर्वनामपदानि, इदानीं पर्यन्तं वयं कानिचन सर्वनामपदानि ज्ञातवन्तः. भवती वदति वा कानिचन सर्वनामपदानि? इस् इट् लैक् अहं, मम, प्रथमपुरुषे वदतु. प्रथमपुरुषे, प्रथमपुरुषे रामः. अत्र उत्तमं भगिनि, वदतु. रामः इति पदं नामपदं, रामः, सीता, ओके, रामः, सीता, एतानि, रामः, सीता, लक्ष्मणः, एतानि पदानि नामपदानि. परन्तु सर्वनामपदानि, प्रथमपुरुषे सर्वनामपदानि इत्युक्ते एषः, सः, एषः, सः, तत्, एषा, सा, भवान्, भवान्, भवति, तावदेव फलं. तावदेव. उत्तमम्, उत्तमं. सतीश् महोदय, भवान् वदति वा प्रथमपुरुषे एकवचने सर्वनामपदानि कानि? वाट् आर् द प्रोनौन्स् इन् द फस्ट् पर्सन्? फस्ट् पर्सन् सिङ्गुलर् नम्बर्. एषा, सा, भवति, भवान्, भवान्, भवान्, भवान्, भवति, एषा, एतत्, तथा एव. इत्युक्ते अत्र इदानीं पर्यन्तं वयम् अष्ट सर्वनामपदानि ज्ञातवन्तः. एषः, सः, एषा, सा, एतत्, तत्, भवान्, भवति. सर्वनामपदानि अपि च एकवचने सन्ति, अपि च प्रथमपुरुषे सन्ति. अनन्तरं कानिचन नामपदानि वदतु महोदय. केन् यु टेल् मि द नौन्स् इन् फ राम नाम्ने, राम्ना इति नाम्ने, पुस्तक, पुस्तकमपि पुस्तकमपि नामपदमेव नामपदम् इत्युक्ते नौन् नौन् अनन्तरम् उत्तमपुरुषे उत्तमपुरुषे कर्तृपदं किम् एकवचने उत्तमपुरुषः अहं बहुवचने वदति वा बहुवचने किं जानाति वा वयम् उत्तमम् एकवचने अहं द्विवचने आवां बहुवचने वयम् उत्तमं मध्यमपुरुषः मध्यमपुरुषः अपि अस्ति मध्यमपुरुषे कर्तृपदानि कानि त्वं युवां यूयम् उत्तमम् उत्तमं तावदेव इत्युक्ते इदानीं पर्यन्तं वयं केवलं प्रथमपुरुषे एकवचने कर्तृपदानि कानि अपि च उत्तमपुरुषे कर्तृपदं किम् इति वयं ज्ञातवन्तः उत्तमपुरुषकर्तृपदम् अहम् अहम् अहम् इत्युक्ते अस्मत् शब्दार्थः कर्ता अहम् इति वदामः अस्मत् शब्दः अस्मत् शब्दः इत्युक्ते अहम् आवां वयं मां तथा शब्दः आगच्छति तथा एव प्रथमपुरुषे कर्तृपदानि वयं ज्ञातवन्तः अधुना वयं किं कुर्मः इत्युक्ते गते सप्ताहे अहम् एकं करपत्रं प्रेषितवती तस्मिन् करपत्रे बहूनि क्रियापदानि सन्ति अधुना सर्वेषां पार्श्वे करपत्रम् अस्ति इति इति अहं चिन्तयामि सर्वेषां पार्श्वे करपत्रम् अस्ति चेत् अधुना वयं किञ्चित् अभ्यासं कुर्मः क्रियापदानि उपयुज्य अत्र वाक्ये कर्तृसूचकं पदं कर्तृपदं क्रियासूचकं पदं क्रियापदं सः गच्छति अस्मिन् पदे पदद्वयम् अस्ति इन् दट् सेण्टेन्स् यु हव् ओन्लि टु वर्ड्स् लघु लघुवाक्यम् अधुना वयं कानिचन लघुवाक्यानि रचयामः करपत्रं यदि पुरतः अस्ति चेत् अस्मिन् करपत्रे तदेव अस्माकं गृहपाठः अस्मिन् करपत्रे कति पदानि सन्ति कः वदति कति पदानि सन्ति रघुपतिमहोदय भवान् वदति वा षट्त्रिंशत् उत्तमं षट्त्रिंशत् षट्त्रिंशत् इत्युक्ते आङ्ग्लभाषायां 36 उत्तमं 36 अत्र अस्मिन् करपत्रे षट्त्रिंशत् क्रियापदानि दत्तानि अनन्तरम् अस्मिन् करपत्रे आवलिद्वयमस्ति इत्युक्ते देर् आर् टु रोस् आफ़् वर्ड्स् द फस्ट् रो इस् इन् लोट् लकार द सेकेण्ड् रो इस् इन् लोट् लकार इत्युक्ते प्रथमा आवलिः प्रथमा आवलिः इत्युक्ते फस्ट् रो यु हव् लट् लकारः इत्युक्ते संस्कृतभाषायां लट् लकारः इत्युक्ते प्रेसेण्ट् टेन्स् वर्ब्स् द सेकेण्ड् रो इस् लोट् लकार इत्युक्ते लोट् लकारः इत्युक्ते आज्ञार्थे अथवा प्रार्थनार्थे तेषाम् उपयोगं कुर्मः एतेषां पदानाम् उपयोगं भवति अनन्तरम् अत्र अधुना वयं वाक्यरचनां कुर्मः अत्र शोभा भगिनी भवती इति पदं स्वीकृत्य कानिचन वाक्यानि रचयतु सारी ऐ डोण्ट् हेव् दट् करपत्रं वित् मी रैट् नौ इट्स् आन् माय कम्प्यूटर् भगिनी अस्तु भगिनी चिन्ता मास्तु अत्र केवलं गच्छति इति पदं ददामि गच्छति इति पदं स्वीकृत्य कानिचन वाक्यानि वदतु अहं कर्मपदमपि ददामि इत्युक्ते केवलम् एषः भवती जानाति एव अष्ट सर्वनामपदानि प्रथमतया तान् उपयुज्य वाक्यं रचयतु. एषः गच्छति तथा एषः गच्छति तान् उपयुज्य एतानि गच्छति न भगिनि एषः गच्छति एषा गच्छति सः गच्छति सा गच्छति चिन्तयित्वा किञ्चित् किञ्चित् चिन्तयित्वा तस्य अर्थः कः इति चिन्तयित्वा वदतु. वदतु एषः गच्छति एषः सर्वनामपदम् अस्ति पुंलिङ्गः एषा गच्छति एषा स्त्रीलिङ्गं सर्वनामपदमस्ति उत्तमं सः गच्छति सः च एषः पुंलिङ्गं सर्वनामपदम् भेदः अत्र एषः सः इति पदयोः मध्ये भेदः अस्ति भेदः कः एषः समीपम् अस्ति समीपं वस्तु समीपं उदाहरणं बालकः समीपम् अस्ति एषः बालकः दूरं अस्ति चेत् एषा बालकः सः पुंलिङ्गं बालकः अस्ति सः रामः अस्ति सा सीता अस्ति एतत् नपुंसकलिङ्गम् अस्ति एतत् पुस्तकम् एतत् समीपे पुस्तकम् अस्ति चेत् एतत् पुस्तकं दूरे अस्ति चेत् तत् पुस्तकं भवान् पुंलिङ्गपदम् अस्ति भवान् भवती स्त्रीलिङ्गम् अस्ति भवान् अर्थम् इत्युक्ते अड्रेसिङ्ग् आं भगिनि अत्र भवान् कः भवान् कः भवती का इति वदामः भवान् इट् इस् आल्मोस्ट् लैक् यु बट् इन् ए रेस्पेक्टफुल् वे भवान् कः इत्युक्ते भवान् किं करोति इति अर्थम् अस्ति भवती अस्ति चेत् भवती स्त्रीलिङ्गं किं करोति उत्तमम् इदानीं पर्यन्तं भवती कर्मपदरहितवाक्यं दट् मीन्स् द सेण्टेन्सस् दट् यु क्रियेटेड् हेज़् नो आब्जेक्ट् इन् दोस् सेण्टेन्सस् दट् मीन्स् सः गच्छति एषा गच्छति एषः गच्छति एतेषु वाक्येषु केवलं कर्तृपदमस्ति अपि च गच्छति इति क्रियापदमस्ति परन्तु तत्र कर्मपदं नास्ति जनरली ए सेण्टेन्स् विल् हेव् ए सब्जेक्ट् अण्ड् एन् आब्जेक्ट् अण्ड् ए वर्ब् अधुना अहं किं करोमि अहं कानिचन पदानि ददामि भवत्यै ददामि तान् पदान् उपयुज्य कर्मपदसहितवाक्यं रचयतु आपणः गच्छति एव क्रियापदं गच्छति क्रियापदं स्वीकृत्य आपणः इति पदम् उपयुज्य वाक्यं रचयतु यथा अहम् एकवारं प्रदर्शयामि रामः आपणं गच्छति तथा वदतु अनन्तरं ग्रन्थालयः ग्रन्थालयः गच्छति कर्तृपदमपि योजयति कर्तृपदं योजयित्वा वदतु किमपि कर्तृपदं रामः आपणे गच्छति आपणं गच्छति सारि रामः आपणं गच्छति सीता देवालयं गच्छति ग्रन्थालयः सीता ग्रन्थालयं गच्छति वित्तकोशः लक्ष्मणः वित्तकोशं गच्छति. उत्तमं. प्रकोष्ठः सुरेशः प्रकोष्ठं गच्छति. वित्तकोशः इत्युक्ते जानाति वा? बेङ्क्. बेङ्क्. प्रकोष्ठः एन्क्लोजर्स्. रूम्. रूम्. प्रकोष्ठः इत्युक्ते रूम्. आश्रमः. वदतु. वृद्धः. वृद्धः आश्रमं गच्छति. उत्तमं. विदेशः. रमेशः विदेशं गच्छति. स्वदेशः. रमेशः स्वदेशं पुनः गच्छति. उत्तमं. तदेव. तथा भवती कर्तृपदसहित अपि च कर्मपदसहितवाक्यानि रचितवती. उत्तमं भगिनि. अनन्तरं धन्यवादः. सुचित्रा भगिनि भवती करोति वा? पठति द्वितीयं पदमस्ति अत्र. पठति. पठति इति पदम् उपयुज्य कानिचन वाक्यानि रचयामः अधुना. सुचित्रा भगिनि. श्लोकः. श्लोकः. सः श्लोकः पठति. भगिनि प्रथमतया भवती किं करोति इत्युक्ते केवलं एषः पठति. एषः पठति. सः पठति तथा वदतु. अनन्तरं कर्मपदं योजयामः. ओके. पुल्लिङ्गपदानि समीपे. एषः पठति. स्त्रीलिङ्ग सा. एषा पठति. नपुंसकलिङ्ग एतत् पठति. दूरे पुल्लिङ्ग सः पठति. स्त्रीलिङ्ग सा पठति. नपुं तत् पठति. देन् यु वाण्ट् मी टु डू. ओके. भवान् पठति. भवती पठति. अहं पठामि. उत्तमम्. ओके. अहं पठामि. अहं पठामि. वयं पठामः. देन् आवं पठामः. अत्र आवाम् अहम् आवां वयं अहम् अहं पठामि. आवां वदतु. आवाम् आवां पठावः. पठावः. आवां पठावः. ओके. वयं पठामि. पठामः. पठामः. सोरि. वयं पठामः. वयं पठामः. आवां पठामः. भगिनि अत्र इदानीं पर्यन्तं वयं द्विवचनं न जानीमः. अत्र अस्मिन् पुस्तके द्विवचनं नास्ति अतः न उक्तवती अहम्. अहम् उत्तमपुरुषे एकवचने अहं पठामि. उत्तमपुरुष द्विवचनं आवाम्. आवां पठावः. उत्तमपुरुषे बहुवचनं वयं. वयं पठामः तथा भवति. परन्तु अस्मिन् अभ्यासपुस्तके द्विवचनं नास्ति. केवलम् एकवचनं. उत्तमपुरुष एकवचनम् अपि च उत्तमपुरुष बहुवचने एव वाक्यानि अत्र सन्ति. अधुना अहं किं करोमि? अहं कानिचन कर्मपदानि ददामि. इत्युक्ते श्लोकः. श्लोकः इति पदं योजयित्वा वाक्यं रचयतु. अहं रामः श्लोकं पठति तथा. अथवा अहं श्लोकं पठामि तथा. संस्कृतम्. अहं संस्कृतं पठामि. रामः संस्कृतं पठति. कथा. कदा कदा न जाना भगिनी कदा इस् वेर् कदा वेर् शृणोतु भगिनि अत्र अहम् उक्तवती कथा कदा कदा इति पदं भिन्नं पदं कथा इति पदं भिन्नम् अत्र उच्चारणे भेदः अस्ति डिड् यू नोटिस् द डिफ्रेन्स् बिट्वीन् दीस् टू वर्ड्स् कदा कथा कदा इत्युक्ते कदा इत्युक्ते वेन् कथा इत्युक्ते स्टोरि कथा इत्युक्ते स्टोरि रामः कथा पठति पुनः वदतु रामः कथा पठति कथा अत्र कथा इति पदं कर्मपदम् अतः द्वितीयाविभक्तौ भवति ओके रामः कथां पठति अहं भवती एव करोतु अहं कथां पठति पठामि उत्तमं ग्रन्थः अहं ग्रन्थां पठामि रामः ग्रन्थां पठति उत्तमं रामायणम् अहं रामायणं पठामि रामः रामायणं पठति भगवद्गीता अहं भगवद्गीतायां पठामि रामः भगवद्गीतायां पठति अत्र भगिनी भगवद्गीतां पठामि यां तत्र भगवद्गीतायाम् इति वदामश्चेत् भगवद्गीता इति पदस्य सप्तमी रूपं भवति परन्तु अत्र अत्र किं पदम् आवश्यकं द्वितीयाविभक्तिपदं द्वितीयाविभक्त्यन्तरूपम् आवश्यकम् इत्युक्ते अहं भगवद्गीतां पठामि रामः भगवद्गीतां पठति अनन्तरं पाठः बालकः पाठः वदतु बालकः पाठायं पाठं पठति बालकः पाठं पठति अहं पाठं पठति भगिनि भगिनि अहं पाठं पठामि सोरि अहं पाठं पठामि अनन्तरं कवि बालिका कविता कविता इति कविता जानाति वा बालिका बालिका कवितां पठति अहं कवितां पठामि उत्तमं सङ्गीतविद्या गायकः सङ्गीतविद्या गायकः गायिकः गायिका सङ्गीतविद्यां विद्यां वन् सेकेण्ड् पठति इस् वाट् यु वाण्ट् पठति पठति पठति ओके अहं सङ्गीतविद्यां पठामि उत्तमम् अत्र यदि भवती पुंलिङ्गे वक्तुमिच्छति चेत् गायकः इति वदामः यदि भवती स्त्रीलिङ्गे वक्तुमिच्छति चेत् गायिका पुनः करोतु गायकः सङ्गी तथा वदतु ओके गायकः सङ्गीतं पठति गायिका सङ्गीतं पठति अहं सङ्गीतं पठामि उत्तमम् अष्टाध्यायी इति एकं पुस्तकम् अष्टाध्यायी पाणिनेः विरचितं पुस्तकं पण्डितः वदतु पण्डितः अष्टाध्यायी पण्डितः अष्टाध्यायीं पठति अहम् अष्टाध्यायीं पठामि भवान् भवान् अष्टाध्यायीं पठति भवान् अष्टाध्यायीं पठति अष्टाध्यायीं पठति काव्यं काव्यं भवान् काव्यं पठति, अहं काव्यं पठामि. उत्तमम् उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र पतति तृतीयं पदमस्ति, पतति. भूमा भगिनी भवती करोति वा अत्र? आम् आं भगिनि. फलं वृक्षात् फलं पतति, सः पतति, एषः पतति, अहं पतामि, पत्रं बालकः बालकः पतति, वृक्षात् पतति. वृक्षात् पतति. वृक्षात् इति पदं तस्य विभक्तिः का? चतुर्थीयां विभक्ति पञ्चमी पञ्चमी विभक्ति पञ्चमी वृक्षात् वृक्षात् प्रश्नः प्रश्नवाचकपदं वदतु, वाक्यं वदतु, प्रश्नवाचकवाक्यं. फलं फलं वृक्षात् पतति इति भवती उक्तवती. प्रश्नवाचक फलं कुत्र कुतः कुतः कुतः कुतः कुतः पतति कुतः पतति फलं वृक्षात् पतति. उत्तमं. अनन्तरं पुष्पं पुष्पम् उपयुज्य एकं वाक्यं वदतु. पुष्पं लता लतात् पतति. लतायाः पतति. कुतः पतति? लताया पुष्पं लतायाः पतति. उत्तमम्. अनन्तरं विमानं विमानात् पथिकः पथिकः पतति. विमानात् विमानात् पुरुषः पतति अथवा विमानं पतति यदि भवति. विमानं पतति इति वक्तुम् इच्छति चेत् आकाशात् विमानं पतति. आकाशात् विमानं पतति. अनन्तरं कङ्कणं कङ्कणं हस्तात् पतति. उत्तमं. कारयानं कारयानं बस् कारयानं कारयानं इति पदम् उपयुज्य वदतु. सारयानं मार्गे पतति. उत्तमम्. अत्र मार्गे इति पदं तस्य विभक्तिः का? कारयानं द्वितीया विभक्ति. कारयानं पतति परन्तु अहं वदामि मार्गे मार्गे इति पदस्य विभक्तिः. मार्गे सप्तमी विभक्ति. उत्तमम्. आभरणम् आभरणम् इति वदतु. स्त्री आभरणं कण्ठात् कण्ठतः पतति. आभरणं पतति. अनन्तरं धनं धनं पेटि स्यूतः स्यूतात् पतति. धनं स्यूतात् पतति. पुस्तकं पतति. पुस्तकं पुस्तकं स्यूतात् पतति. उत्तमं. पर्णं पर्णं वृक्षात् पतति. उत्तमं. तावदेव. उत्तमं भगिनि. अनन्तरं धन्यवादः. अनन्तरं रघुपति आचार्यमहोदय भवान् करोति वा? क्रीडति सः क्रीडति, एषः क्रीडति, भवान् क्रीडति, सा क्रीडति, एतत् क्रीडति, तत् क्रीडति, ते क्रीडन्ति, अहं क्रीडामि, वयं क्रीडामः, आवां क्रीडावः, त्वं क्रीडसि, यूयं क्रीडतः यूयं क्रीडतः मध्यपुरुष द्विवचन द्विवचन यूयं त्वं क्रीडसि त्वं क्रीडसि युवां क्रीडतः यूयं क्रीडत उत्तमम् अनन्तरम् अधुना वयम् अहम् एकं कर्मपदं ददामि यथा कन्दुकः कन्दुकः इति पदम् उपयुज्य क्रीडति वदतु एकं वाक्यं रचयतु कन्दुकः इत्युक्ते जानाति वा कन्दुक बाल् अहं कन्दुकेन कन्दुकया कन्दुकं कन्दुकेन क्रीडामि उत्तमम् अहं कन्दुकेन क्रीडामि कन्दुकेन क्रीडामि विश्वनाथः चतुरङ्गं क्रीडां क्रीडति चतुरङ्गम् अत्र तत्र महोदय विश्वनाथः चतुरङ्गं क्रीडति चतुरङ्गं नपुंसकः वा चतुरङ्गः चतुरङ्गं महोदय चतुरङ्गं क्रीडति चतुरङ्गं क्रीडति यदि भवान् चतुरङ्गं क्रीडा इति अपि योजयित्वा वक्तुमिच्छति चेत् चतुरङ्गं क्रीडां क्रीडति चतुरङ्गं क्रीडाम् ओके तथा नास्ति केवलं चतुरङ्गं क्रीडति इति चतुरङ्गं क्रीडति अनन्तरं पादकन्दुकक्रीडा अहं पादकन्दुकक्रीडां क्रीडामि सः पादकन्दुकं क्रीडां क्रीडति त्वं पादकन्दुकक्रीडां क्रीडसि वयं पादकन्दुकक्रीडां क्रीडामः आवां पादकन्दुकक्रीडां क्रीडावः उत्तमम् अनन्तरं बालिका पाञ्चालिका बालिका पाञ्चालिकया क्रीडति पाञ्चालिकया सह क्रीडति पाञ्चालिकया क्रीडति यष्टिक्रीडा ध्यानचन्द यष्टिक्रीडां क्रीडति उत्तमम् अनन्तरं क्रीडनकं क्रीडनकम् इत्युक्ते टाय् टाय् बालकः क्रीडनकेन क्रीडति उत्तमं मल्लयुद्धं इत्युक्ते रेस्लिङ्ग् मल्लयुद्धं कृष्णः शिशुपालेन सह मल्लयुद्धं क्रीडति अत्र पश्य यदि रेस्लिङ्ग् महोदय अत्र महोदय भवान् यदार्थं वक्तुम् इच्छति चेत् क्रीडितवान् किमर्थं तथा पास्ट् टेन्स् अथवा भवान् वक्तुमिच्छति चेत् क्रीडितवान् अपि समीचीनं नो चेत् अक्रीडत् अपि अक्रीडत् लङ् पास्ट् टेन्स् लङ्लकारः यदि क्रीडितवान् इति वक्तुमिच्छति चेत् तवत् प्रत्ययः द्वे अपि समीचीनम् एव उत्तमम् अनन्तरं बालकः अश्वकः इत्युक्ते बालकः अश्वकः अश्वकेन क्रीडति हस्तिकः पुल्लिङ्गः पुंलिङ्गः पुल्लिङ्ग बालकः अश्वकेन अश्वकः अश्वकेन क्रीडति बालकः अश्वकेन क्रीडति उत्तमम् अनन्तरं बालिका हस्तिकः हस्तिकः इत्युक्ते टाय् एलिफेण्ट् हस्तिकः बालिका हस्तिकेन सह हस्तिकेन क्रीडति हस्तिकेन सह क्रीडति हस्तिकेन क्रीडति द्वे अपि साधु वा सः केवलं हस्तिकेन क्रीडति हस्तिकेन क्रीडति अनन्तरं बालिका शकटिका शकटिका बालिका बालिका शकटिका शकटिकाया क्रीडति उत्तमं शकटिका धन्यवादः महोदय क्रीडति पर्याप्तं महोदय धन्यवादः शकटिका इत्युक्ते ट्राय् कार्ट् टाय् कार्ट् शकटिका आकारान्तस्त्रीलिङ्गपदम् अतः शकट् बालिका शकटिकया क्रीडति उत्तमम् अनन्तरं गीता भगिनी भवती करोति वा आम् अनन्तरं किं पदं वदति वदति अहं वदामि वयं वदामः आवां वदावः सः वदति सा वदति एषा वदति एषः वदति उत्तमम् अनन्तरम् अहं कर्मपदं ददामि श्लोकः अहं श्लोकं वदामि वृद्धः संस्कृतं वृद्धः संस्कृतं वदति बालिका कविता बालिका कवितां वदति उत्तमं महिला वार्ता महिला वार्तां वदति अनन्तरं बालकः विषयः बालकः विषयं बालकः विषयं वदति उत्तमं महिला समाचारः महिला समाचारं वदति उत्तमं धन्यवादः अनन्तरं उमाशङ्कर् महोदय भवान् करोति वा पिबति धन्यवादः धन्यवादः उमाशङ्कर् महोदय करोति वा महोदय भवान् करोति वा पिबति न श्रूयते महोदय महोदय भवान् करो भवान् करो वदतु महोदय सः पिबति सा पिबति अहं पिबामि भवान् पिबति भवती पिबति एषः पिबति एषा पिबति उत्तमम् उत्तमम् अनन्तरं कर्मपदम् उपयुज्य कर्मसहितवाक्यं कर्मपदसहितवाक्यं रचयतु क्षीरं बालकः क्षीरं बालिकाः क्षीरं पिबति क्षीरं पिबति न महोदय क्षीरं पिबति क्षीरं पिबति ओके अनन्तरं बालकः जलं बालकः जलं पिबति महिला पानीयं महिला पानीयं पिबति बालकः फलरसं बालकः फलरसं पिबति महिला काफी महिला काफीं पिबति उत्तमम् अनन्तरं पुरुषः चायं पुरुषः चायं पिबति भवान् काफी भवान् काफीं पिबति भवान् काफीं पिबति वा भवान् काफीं पिबति वा आम् भवान् काफीं पिबति अहं तस्य उत्तरं किं भवति आम् अहं काफीं पिबामि अहं काफीं पिबामि ओके उत्तमम् अनन्तरम् अहं फलरसम् अहं फलरसं पिबामि अहं मद्यं मद्यं मद्यं मीन्स् मद्यम् इत्युक्ते लिकर् अहं मद्यं न पिबामि उत्तमम् अनन्तरं शीतजलम् अहं शीतजलम् अहं शीतजलं पिबामि अहं दुग्धम् अहं दुग्धं पिबामि दुग्धम् इत्युक्ते मिल्क् दुग्धम् इत्युक्ते मिल्क् अनन्तरं भवान् औषधं भवान् औषधं पिबति उत्तमम् औषधमित्युक्ते मेडिसिन् मेडिसिन् उत्तमं धन्यवादः महोदय अनन्तरं शोभा भगिनी भवती करोति वा लिखति आं भगिनि लिखति श्लोकः किमपि कर्तृपदं स्वीकरोतु वाक्यं रचयतु रामः श्लोकं लिखति अहं पुस्तकं लिखामि उत्तमम् सुरेशः पुस्तकं पठति कविता सीता कवितां लिखति भवान् सूचनं करोति लिखति भवान् पदम् एव भगिनी केवलं लिखति पदम् एव एकमेकं पदं स्वीकृत्य वयं कुर्मः अधुना भगिनि अत्र भवान् सूचनां लिखति सूचनां लिखति किमर्थं तथा सूचना इति पदम् आकारान्तपदम् अनन्तरं भवती काव्यं लिखति पण्डितः भाष्यं लिखति अनन्तरं कविः अध्यायः कविः अध्यायं लिखति अध्यायं लिखति आरक्षकः निबन्धः आरक्षकः निबन्धं लिखति यदि पुंलिङ्गे बहुवचने वदामश्चेत् निबन्धाः लिखति निबन्धः इत्युक्ते किं भगिनि अरेस्टिङ्ग् निबन्धः इत्युक्ते रूल्स् अधिकारी प्रश्नः अस्ति महोदय निबन्धः बहुवचन निबन्धाः द्वितीयविभक्ति इत्युक्ते निबन्धान् करोतु भगिनि करोतु निबन्धः यदि अधिकारी निबन्धान् लिखति यदि बहुवचने वदामश्चेत् आरक्षकः निबन्धान् लिखति अथवा अधिकारी निबन्धान् लिखति अनन्तरं भगिनी उत्तमपुरुषे अपि किञ्चित् वदतु भगिनी अहं निबन्धाः अहं निबन्धान् लिखामि उत्तमम् अहं कविताः अहं कवितां लिखामि कविताः अहं कवितायां नो कविताः महोदय भगिनी भवती एव वदतु केवलं भवती एव वदतु. कविताः स्त्रीलिङ्गपदं कवितायाः लिखामि. भगिनि अत्र कविता इति पदस्य प्रथमाविभक्ति बहुवचनं कविताः, अत्र द्वितीयाविभक्ति बहुवचनम् आवश्यकम्. अतः कविताः इति पदस्य द्वितीयाविभक्तिरूपम् अपि कविताः. कविते कविताः भगिनि, यथा कविता शृणोतु, कविता कविते कविताः, कवितां कविते कविताः. द्वितीयाविभक्ति प्रथमाविभक्तिरूपाणि समानानि तत्र. कविताः प्रथमाविभक्तौ कविताः, द्वितीयाविभक्तौ अपि कविताः एव. कविताः लिखामि. अत्र पश्यतु, यदि लता इति पदं स्वीकुर्मः चेत् लता शब्दः, लता लता लते लताः, लतां लतां लते लताः. लतां लते लताः कविताः लिखामि. पुनः वदतु, अहं अहं कविताः लिखामि. उत्तमम्. अहं सूचना अहं सूचनां लिखामि. पुनः सूचना अपि सूचना, ओके सारी, अहं सूचनाः लिखामि. उत्तमं, तथा एव. अनन्तरम् अहं भाष्यानि भाष्यम् एकवचनं, भाष्यानि बहुवचनं. भाष्यानि भाष्यं भाष्यम् अहं भाष्यानि लिखामि. उत्तमम्. भाष्यमिति पदस्य प्रथमाविभक्तिरूपाणि द्वितीयविभक्तिरूपाणि वक्तुं शक्नोति वा भवती? भाषः भाषे भाष्यानि. पुनः वदतु, भाष्यं भाष्यं भाष्यं भाषे भाष्यानि. द्वितीयविभक्तिः भाष्यं भाष्ये भाष्यानि. दट् इस् द्वितीयविभक्ति भगिनि. आं भगिनि, अत्र पश्यतु, भाष्यमिति पदं यथा फलं, फलं फले फलानि, फलं फले फलानि. भाष्यानि. उत्तमं, यथा तत् ते तानि, तत् ते तानि, एतत् एते एतानि, एतत् एते एतानि, तथा भवति. उत्तमं, धन्यवादः भगिनि. अनन्तरं कः करोति? नयति. सुचित्रा भगिनी भवती करोति वा? आं भगिनि, करोतु. नयति. नयति धनं. रामः धनं नयति. ओके, अहं चित्रं. सुरेशः चित्रं नयति. अहं वस्त्रम् अहं वस्त्रां नयामि. वस्त्रं नयामि नयामि. अनन्तरम् अहं शाटिका अहं शाटिकायां नयामि. अत्र शाटिका इति पदस्य द्वितीयरूपं किं? शाटिकां शाटिकां शाटिकां अहं शाटिकां नयामि. उत्तमं. भवान् यन्त्रं भवान् यन्त्रं नयति. अहं यन्त्रां नयामि. उत्तमं. भवती जलं भवती जलं नयति. अहं जलां नयामि. जलं नयामि. अहं जलं नयामि. अहं जलं नयामि. ओके ओके. अनन्तरं एषः पुष्पम् एषः पुष्पं नयति अहं पुष्पं नयामि उत्तमं सः फलानि सः फलानि नयति अहं फलानि नयामि वयं फलानि ओके वयं फलानि वयं फलानि इस् प्लूरल् वहं फलानि नयामि नयामः उत्तमं पुनः वयं फलानि नयामः उत्तमं तावदेव अनन्तरं धन्यवादः भगिनि भूमो भगिनि पश्यति वदति वा एकः प्रश्नः अस्ति महोदय वदतु भगिनि इस् इट् भाष्यानि और् भाष्याणि भाष्यानि पश्यानि भाष्यानि अत्र किमर्थं भाष्याणि न भवति इत्युक्ते अत्र एकः नियमः अस्ति रषाभ्यां नोणः समानपदे एकं सूत्रमस्ति अनन्तरम् अट्कुप्वाङ्नुं व्यवायेपि अन्यत् सूत्रमस्ति इत्युक्ते यदि एकस्मिन्नेव पदे रकारः वा अथवा षकारः वा अस्ति चेत् तस्मिन्नेव पदे दन्त्यनकारः अस्ति चेत् कदा मूर्धन्यणकारः भवति कदा मूर्धन्यणकारः न भवति इत्यस्मिन् विषये सूत्रद्वयमस्ति अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रमस्ति तत् सूत्रस्य आधारेण अत्र भाष्यं भाष्यानि एव भवति किमर्थं तथा भाष्यानि षकारस्य अनन्तरं के वर्णाः सन्ति तत्र यकार आकार यकारः आकारः अहं चिन्तयामि दृष्ट्वा वदामि भगिनि अनन्तरं यकारः अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रे अस्ति वा इति अहं चिन्तयित्वा वदामि अट् इत्युक्ते केवलं ह्रस्व अकार अथवा हयवर् अट् प्रत्याहार अट् प्रत्याहारे भगिनी अहमपि प्रत्याहारं दृष्ट्वा वदामि अट् प्रत्याहारे सर्वे स्वराः सन्ति अपि च हयवर अपि अस्ति इत्युक्ते भाष्याणि इति भवति अहं सम्यक् एव भाष्याणि एव भवति उत्तमं दृष्ट्वा वदामि अहं धन्यवादः आम् यकारः भाष्याणि एव उत्तमं रामायणम् इत्युक्ते रामः अयनं रामायणं नकार इत्युक्तं नकारण बिकास् तत्रापि आं भगिनि तत्रापि रेफः अस्ति रकारः अस्ति अनन्तरं तत्र निमित्तमस्ति परन्तु बाधा नास्ति तत्र निमित्तम् आवश्यकम् अपि च बाधायुक्तवर्णः नास्ति चेदेव तत्र णत्वं भवति सूत्रे द्वितीयसूत्रे अट्कुप्वाङ् सूत्रे अट् प्रत्याहार अत्र अट् इत्युक्ते अट् प्रत्याहारे सर्वे स्वराः इत्युक्ते अकारात् आरभ्य सर्वे स्वराः अनन्तरं हयवर इत्यपि सन्ति इन्क्लूडेड् अनन्तरम् अट् इत्युक्ते तदेव अनन्तरं कुप् इत्युक्ते कवर्गीयवर्णाः अपि च कवर्गीयव्यञ्जनानि अपि भवितुं शक्नोति भवितुम् अर्हति अनन्तरं पवर्गीयव्यञ्जनानि अपि भवितुं अर्हन्ति अपि च वाङ् आङ् इत्युक्ते आ उपसर्गः अनन्तरं अनुस्वारः एतानि वर्णानि एकस्मिन्नेव पदे रकार नकारयोः मध्ये सन्ति चेदपि तत्र णत्वं भवति परन्तु अन्यानि वर्णानि सन्ति चेत् णत्वं न भवति इत्युक्ते तत्र निमित्तमपि आवश्यकम् अनन्तरं बाधा अपि नास्ति चेदेव तत्र णत्वं भवति परन्तु अस्मिन् पदे भाष्याणि तत्र बाधा नास्ति. धन्यवादः. अनन्तरम् अनन्तरम् अत्र पृच्छति पश्यति पश्यति पश्यति करोतु पश्यति बालकः भावचित्रं पश्यति. अहं भावचित्रं पश्यामि. बालिका माता अहं वदामि बालिका मातां मातः मातॄन् मातरं पश्यति. बालिका मातरं पश्यति. जननी बालिका जननी बालिकां पश्यति. प्रेक्षकः अभिनेत्री प्रेक्षकः अभिनेत्रीं पश्यति. उत्तमं. नटः प्रेक्षकाः नटः प्रेक्षकां पश्यति प्रेक्षकान् पश्यति. उत्तमम्. अहं गजः गद्यः गजः गजः एलिफेण्ट् अहं गजं पश्यामि. वयं गजं पश्यामः. गजाः वयं गजाः वयं गजान् पश्यामः. उत्तमम्. अहं वानरः अहं वानरं पश्यामि. वानरान् पश्यामः वयं वानरान् पश्यामः. उत्तमं. गृहिणी याचकः गृहिणी याचकं पश्यति. अहं याचकं पश्यामि. भिक्षुकः गृहिणी भिक्षुकः गृहिणीं पश्यति. अनन्तरं गृहिणी गृहिणी इति पदस्य बहुवचनं किं भवति? बहुवचनं वदतु. भिक्षुकः गृहिण्यः भिक्षुकः अत्र गृहिणीपदस्य प्रथमा गृहिण्यूपाणि वद गौरी गौर्या गौर्यौ गौर्याः गृहिण्याः गृहिण्यः गृहिण्यः तत्र दीर्घान्तं नास्ति. गृहिण्यः गृहिण्यः. द्वितीयविभक्तौ किं भवति? भिक्षुकः भिक्षुकः भिक्षुकः भिक्षुके भिक्षुकौ भिक्षुकाः. अत्र भिक्षुकः गृहिणी बहुवचने वदतु. भिक्षुकः गृहिणीं पश्यति इति भवती उक्तवती. गृहिणीं पश्यति. द्वितीयविभक्तौ वदतु. गृहिण्यौ पश्यति. पुनः गृहिण्यौ पश्यति बहुवचने बहुवचने गृहिण्या गृहिण्यां पश्यति. न भगिनि रघुवतु महोदय भवान् करोति वा गृहिणी भिक्षुकः गृहिणी बहुवचने बहुवचने न जानामि गृहिण्यः गृहिण्यान् अत्र पश्यन्तु केवलं अशृणोतु भगिनी भिक्षुकः गृहिणीः पश्यति. ओ गृहिणीः किमर्थं तथा? यथा नदी शब्दवत् अथवा गौरी शब्दवत् नदीं नद्यौ नदीः नदीं द्वितीयविभक्ते एकवचनं नदीं बहुवचनं नदीः तथा एव भिक्षुकः गृहिणीः पश्यति गृहिणीः पश्यति. भक्तः देवी वदतु भगिनी भवती करोतु. भक्तः देवीं पश्यति. भिक्षुकः बिडालः. भिक्षुकः बिडालं पश्यति. बहुवचने वदतु. बिडालान् पश्यति. भिक्षुकः बिडालान् पश्यति. बिडालं किमर्थम्? उत्तमं. केट् महोदय, मार्जारः. मार्जारः अथवा बिडालः. उत्तमं, धन्यवादः भगिनि. सतीश् महोदय, भवान् करोति वा? पृच्छति पश्यति. अत्र पृच्छति, पृच्छति इति पदं ददामि. सः प्रश्नं पृच्छति, अहं प्रश्नं पृच्छामि, ते प्रश्नं पृच्छन्ति, त्वं प्रश्नं पृच्छसि, यूयं पश्यं पृच्छति, पृच्छत. किम्? उत्तमम्. अहं कानिचन पदानि ददामि, तान् उपयुज्य वदतु. वयं प्रश्नं पृच्छामः. उत्तमं, तावदेव तावदेव. अहं कानिचन पदानि ददामि, भवान् कर्तुम् इच्छति चेत् करोतु. छात्रः अध्यापकः. छात्रः अध्यापकं पृच्छति. जनकः जनकः पुत्रं. जनकः पुत्रं पृच्छति. पुत्री माता. जनकः पुत्रीं पृच्छति. पुत्री माता. पुत्री मातरं पृच्छति. उत्तमं. पुत्री जननी. पुत्री जननीं पृच्छति. उत्तमम्. अहम् अध्यापकः. अहम् अध्यापकं पृच्छामि. अहं पुत्रः. अहं पुत्रं पृच्छामि. धनिकः सेवकः. धनिकः सेवकं पृच्छति. आपणिकः ग्राहकः. आपणिकः ग्राहकं पृच्छति. आपणिकः इत्युक्ते शाप्कीपर्. ग्राहकः. ग्राहक मीन्स् कस्टमर्. उत्तमं. बालिका उत्तरं. बालिका उत्तरं पृच्छति. उत्तमं. महिला वार्ता. महिला वार्तां पृच्छति. अहं सखी. अहं सखीं पृच्छामि. उत्तमम्. अनन्तरम् अत्र भवती मार्गः. भवती मार्गं पृच्छति. भवान् कथा. भवान् कथां पृच्छति. एषः उत्तरम्. एषः उत्तरं पृच्छति. सा सूचना. सा सूचनां पृच्छति. उत्तमम्. अहम् अत्र एकं वक्तुम् इच्छामि. अत्र बालकः अध्यापकः प्रश्नः. त्रीणि पदानि सन्ति अत्र. बालकः अध्यापकं. शृणोतु महोदय. बालकः अध्यापकं प्रश्नं पृच्छति इति वाक्यमस्ति. अस्मिन् वाक्ये बालकः कर्तृपदम्, अध्यापकं कर्मपदं, प्रश्नं कर्मपदम्. इत्युक्ते पृच्छति इति क्रियापदं द्विकर्मकक्रियापदम्. इत्युक्ते कर्मपदद्वयं स्वीकरोति. तथा कानिचन क्रियापदानि संस्कृतभाषायां सन्ति, यथा पृच्छति, नयति, वदति. एतानि पदानि द्विकर्मकक्रियापदानि. इत्युक्ते एतानि पदानि कर्मपदद्वयं स्वीकुर्वन्ति. तथा वृद्धः बालकं मार्गं पृच्छति. तत्र वृद्धः मार्गं पृच्छति एकं वाक्यं, वृद्धः बालकं पृच्छति. इत्युक्ते एकस्मिन्नेव वाक्ये कर्मपदद्वयम् अस्ति. यदि कर्मपदद्वयम् अस्ति चेत् तत्र प्रथमकर्मपदं प्रधानकर्मपदम् इति वदामः, द्वितीयं कर्मपदं गौणकर्मपदम् इति वदामः. द्विकर्मकवाक्येषु तथा कर्मपदद्वयं सम्भवति. उत्तमं महोदय, धन्यवादः. अनन्तरं कः भगिनि पुनः वदतु. वाक्यम् अस्मिन् अस्मिन् महोदय अस्मिन् पुस्तके नास्ति, परन्तु केवलम् अहं वदामि. अत्र पृच्छति इति पृच्छति इति क्रियापदमस्ति, अनन्तरं नयति अस्ति, वदति, तथा कानिचन क्रियापदानि द्विकर्मकक्रियापदानि, षोडशधातवः सन्ति संस्कृतभाषायां. षोडशधातवः सन्ति, एतेषु षोडशधातुषु कर्मपदद्वयं सम्भवति. कर्मपदद्वयम् इत्युक्ते प्रथमकर्मपदं तस्य नाम अस्ति प्रधानकर्मपदं, द्वितीयकर्मपदस्य नाम अस्ति गौणकर्मपदं. द्विकर्मकधातवः कानिचन धातवः सन्ति. धातुः इत्युक्ते कर्मपदस्य मूलरूपं. यदि पठति इति वदामश्चेत् पठति इति क्रियापदस्य मूलरूपं धातुरूपं पठ्, पठ् इति धातुतः पठति इति क्रियापदम् आगच्छति. तथा एव अस्ति इति क्रियापदम् अस् धातुतः आगच्छति. तथा एव अत्र अस्ति इति क्रियापदम् अकर्मकक्रियापदम् इत्युक्ते अस्ति इति क्रियापदम् अथवा भू भवति इति पदं कर्मपदं न कदापि स्वीकरोति. अकर्मकपद अकर्मकवाक्यं सकर्मकवाक्यं कथं निर्णेतुं शक्नुमः? क्रियापदं दृष्ट्या, क्रियापदं दृष्ट्वा एव वयं वक्तुं शक्नुमः. यदि वाक्ये अस्ति अथवा भवति इति पदमस्ति चेत् तत्र न कदापि कर्मपदं भवति. तथा क्रियापदेषु सकर्मकक्रियापदानि, अकर्मकक्रियापदानि अपि च द्विकर्मकक्रियापदानि अपि सन्ति. अनन्तरं किमस्ति? भवति भवति रघुपतिमहोदय, भवान् एव करोतु. भवति क्रियापदं भवति भवति भवति अकर्मक. उत्तमम्. एषः एतत् पदम् अकर्मकक्रियापदं, परन्तु एषः भवति तथापि वक्तुं तथा वक्तुं शक्नुमः. अहं भवामि भवितुम् इच्छति साधु वा? मन्त्री भवितुम् इच्छति, राहुलः प्रधानमन्त्री भवितुम् इच्छति. उत्तमं, पुनः वदतु तदेव वाक्यं वदतु, समीकरोतु, किञ्चित् समीकरोतु. राहुलः भारतस्य प्रधानमन्त्री भवितुम् इच्छति. उत्तमं, राहुलः भारतस्य प्रधानमन्त्री भवितुम् इच्छति. भवान् भवितुम् इच्छति वा? न न, तादृश तदेव वदतु. अहं न भवितुम् इच्छामि. उत्तमम्, अहं न भवितुम् इच्छामि. अहं प्रधानमन्त्री अहं प्रधानमन्त्री न भवितुम्. सम्यक् महोदय. अनन्तरं गीता भगिनी भवती करोति वा? अनन्तरं मिलति, शीघ्रं कुर्मः. मिलामि अहं माता माता मिलति माता मिलति बालिका. अहं मातरं मिल अहं मातरं मिलामि. उत्तमं. बालिका सखी, बालिका सखीं, इट्स् सखी और सखी सखी सखी ओके. बालिका सखीं मिलति. रामः मित्रं, रामः मित्रं मिलति. अनन्तरं महिला पुत्री, महिला पुत्रीं मिलति. पिता पुत्रः, पिता पुत्रं मिलति. पुत्रः पिता, पुत्रः पितरं मिलति. उत्तमं, धन्यवादः भगिनि. उमाशङ्कर महोदय, भवान् करोति वा? त्यजति करोति वा? त्यजति उमाशङ्कर महोदय, त्यजति महोदय, नो चेत् शोभा भगिनी भवती करोतु, शीघ्रं कुर्मः. त्यजति त्यजति आं भगिनि, भवती त्यजति मौनं. अहं मौनं त्यजामि. उत्तमं, दुरभ्यासः. अहं दुरभ्यासं त्यजामि. भवती दुरभ्यासं त्यजति. बालकः अज्ञानम्. अज्ञानं भगिनि, अज्ञानम्, अज्ञानं. बालकः अज्ञानं त्यजति. भक्तः अधर्मः. भक्तः अधर्मः अधर्मं त्यजति. उत्तमम्. अनन्तरं पुरुषः स्वदेशः. पुरुषः स्वदेशं त्यजति. अनन्तरं वृद्धः अधिकारः. वृद्धः अधिकारं त्यजति. जननी कार्यं. जननी कार्यं त्यजति. कार्यं त्यजति. महिला शपथं. शपथं भगिनि, शपथं. महिला शपथं करोति. त्यजति. त्यजति, सोरि, महिला शपथं त्यजति. अनन्तरं खादति. खादति वदति वा? खादति अपि भवती एव करोतु. अन्नं. महिला अन्नं खादति. रोटिका. वयं रोटिका खादामः. उत्तमं. भवती मधुरं. भवती मधुरं खादति. प्रश्नवाचकवाक्यं वदतु. भवती मधुरं खादति वा? उत्तमं. बालकः मिष्टान्नं. बालकः मिष्टान्नं खादति. भगिनी, अहं दृष्टवती शब्दकोशे, तत्र केवलं मिष्टान्नम् इति अस्ति, परन्तु अहं गते सप्ताहे उक्तवती मृष्टान्नम् इति उक्तवती, परन्तु तत्र शब्दः अस्ति मिष्टान्नं. मिष्टान्नं, मिष्टान्नं, न तु मृष्टान्नं. अनन्तरं शाक. महिला शाकः. महिला शाकः शाकः अवश्यवत्. महिला शाकं खादति. अहं शाकम्. अहं शाकं खादामि. त्वं शाकं खादसि. उत्तमम्. अनन्तरं पुरुषः इड्ली. पुरुषः इड्लीं खादति. उत्तमम्. अनन्तरं बालकः लड्डुकम्. बालकः लड्डुकं खादति. गणेशः लड्डुकं खादति. उत्तमम्. अनन्तरं जानाति. जानाति अपि करोतु. मार्गः. बालकः मार्गं जानाति. पुनः जानाति या जानाति? जानाति. जानाति. जानाति. अहं मार्गं जानामि. वयं मार्गं जानीमः. जानीमः. जानीमः. वयं मार्गं जानीमः. रामायणं. अहं रामायणं पठामि. जानामि वयं रामायणं जानीमः वयं संस्कृतं जानीमः भवती किं किं जानाति बहूनि कार्याणि जानाति अहं जानामि भवती काः काः भाषाः जानन्ति अहं कन्नड इङ्ग्लिश् हिन्दी मराठी किञ्चित् तेलुगु किञ्चित् संस्कृतं जानामि उत्तमम् अनन्तरं आङ्ग्लभाषा आङ्ग्लभाषा जानामि उत्तमम् अनन्तरं अभ्यासपुस्तकं जानामि एव भगिनि अभ्यासपुस्तकं जानामि कः सर्वं जानाति कः सर्वं जानाति कः जानाति सर्वम् अभ्यासपुस्तकं वदतु महोदय सतीश् महोदय वदतु कः जानाति सर्वम् ईश्वर सर्वं जानाति ओ कः हू ओके सारी भगिनी नाट् फेमिलियर् वित् आल् द वर्ड्स् येट् नैदर् विभक्ति स्टिल् वर्किङ्ग् आन् दोस् कः भगिनी कः जानाति सर्वं कः जानाति सर्वं परमेश्वर अतः एव ब्रह्मन् एव जानाति सर्वम् उत्तमम् अतः एव परमात्मा सर्वज्ञः इति वदामः संस्कृतभाषायां ज्ञः इत्युक्ते जानाति इति अर्थः अतः एव शास्त्रज्ञः इत्युक्ते यः शास्त्रं जानाति सः शास्त्रज्ञः यः सर्वं जानाति सः सर्वज्ञः यः अल्पं जानाति सः अल्पज्ञः यः केवलं परितः जानाति सः परितज्ञः दट् मीन्स् ए पर्सन् हू नोस् ओन्लि सूपर्फिशियल् नालेज् परितज्ञः तथा एव परितज्ञः ज्ञः इत्युक्ते तत्र यः जानाति तज्ञः अपि अस्ति वा तज्ञः संस्कृते प्रज्ञः तज्ञ कन्नड अस्ति कन्नड स्पेशलिस्ट् सैण्टिस्ट् तज्ञ स्पेशलिस्ट् तज्ञ तन्त्रज्ञ यदि तन्त्रज्ञः इत्युक्ते इञ्जिनियर् तज्ञ इत्युक्ते स्पेशलिस्ट् सैण्टिस्ट् शास्त्रज्ञः किमर्थं यः यः शास्त्रं जानाति सः शास्त्रज्ञः यः सर्वं जानाति सः सर्वज्ञः मिष्टान्नम् इत्युक्ते कः अर्थः मिष्टान्नम् इत्युक्ते मधुरं सम् डिसर्ट् यथा पायसं ओके सतीश् महोदय भवान् वदति वा मिष्टान्नम् इत्युक्ते किं मिष्टान्नं स्वीट्स् bengali misti and one more word mahoday preshikah is it abhinetri preshikah atra abhinetri chukte bhagini shobha bhagini vadati va abhinetri abhinetri itute actress actor uttamam abhinayam यः अभिनयं करोति अत्र अत्र किं वदामः या अभिनयं करोति सा अभिनेत्री उत्तमम् तथैव प्रेक्षकाः इत्युक्ते प्रेक्षकाः आडियन्स् अधुना वयं किं कुर्मः इत्युक्ते अत्र किञ्चिदेव समयः अस्ति परन्तु अहं किञ्चित् वक्तुमिच्छामि अत्र अधुना वयं अहं किञ्चित् वदामि भवन्तः सर्वे श्रुतवन्तः एव एकः शान्तिमन्त्रमस्ति सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् एतत् एकं शान्तिमन्त्रम् अपि च यदि पण्डिताः प्रवचनं कुर्वन्ति प्रवचनस्य अनन्तरं ते वदन्ति अपुत्राः पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु सज्जनाः सन्तु निर्भयाः इत्युक्ते सज्जनाः सर्वदा निर्भयाः सन्तु एतदेव अर्थः सज्जनाः सर्वदा निर्भयाः भवन्तु सन्तु इति अर्थः तथा एव अहं कक्षां यदा कदापि भवान् पठतु भवान् शृणोतु भवान् वदतु भवान् चिन्तयतु भवान् सम्यक् उच्चारयतु भवान् पुनः स्मारयतु भवती पुनः वदतु इति अहं वदन्ती अस्मि एतानि वाक्यानि सर्वाणि अपि लोट् लकारे सन्ति अनन्तरम् अत्र भगवद्गीतायां बहूनि श्लोकानि लोट् लकारे सन्ति इत्युक्ते यथा वदतु पठतु तथा अस्ति परन्तु भगवद्गीतायां बहूनि पदानि मध्यमपुरुषे एकवचने सन्ति अत्र किमर्थं तथा इत्युक्ते परमात्मा भगवान् कृष्णः अर्जुनं प्रति उपदिशति कृष्णः आचार्यः अर्जुनः उत्तमशिष्यः तदर्थमेव यः आचरणं कृत्वा उपदिशति सः एव उत्तमः आचार्यः तादृश आचार्यः श्रीकृष्णः अतः सः अर्जुनं प्रति सः वदति किं वदति भगवद्गीतायाम् अर्जुन एतत् करोतु तत् मा करोतु एतदेव उत्तमं तत् न कर्तव्यं न करणीयम् एतत् अनुचितं तत् उचितं तथा सः उपदेशं ददाति अर्जुनाय तथा गीतायां बहूनि पदानि लोट् लकारे दृश्यन्ते अधुना वयं किञ्चित् लोट् लकार अभ्यासमपि कुर्मः सर्वे चतुर्दशे पुटे तत्र किमस्ति इति पठन्तु शोभा भगिनी भवती करोति वा चतुर्दशे पुटे अत्र लोट् लकार अभ्यासः अस्ति तदपि पुटे आं भगिनि टु पायिण्ट् त्रि आ भगिनि आं भगिनि एतत् चित्रं पश्यतु चित्रस्य आधारेण एकं सम्भाषणं लिखतु सम्भाषणे भगिनि अत्र भगिनि 2.4 आ भागे 2.4 ओके उपविशतु उत्तिष्ठतु अवगच्छति वा तत्र किमस्ति चित्रे किं वदति सः प्रथमचित्रे सः उपविशतु इति वदति मीनिङ्ग् हेव् ए सीट् प्लीस् सिट् डौन् द्वितीयचित्रे उत्तिष्ठतु वदति सः अत्र प्लीस् स्टाण्ड् अप् उत्तमम् अनन्तरं क्रियापदानां अनन्तरम् अग्रिमे पुटे क्रियापदानां प्रार्थनारूपाणि आज्ञारूपाणि लिखतु इति अस्ति भवती शीघ्रं पठतु उदाहरणं गच्छति गच्छतु आगच्छति आगच्छतु पठति पठतु क्रीडति क्रीडतु खादति खादतु हसति हसतु मिलति मिलतु करोति करोतु लिखति लिखतु पिबति पिबतु नयति नयतु पश्यति पश्यतु तिष्ठति तिष्ठतु भवति भवतु उत्तमम् अनन्तरं अहं कानिचन कर्मपदानि अपि ददामि कर्मपदम् उपयुज्य वाक्यानि रचयतु अत्र सन्मार्गम् अनुसरति लोट्लकारे वदतु. अनुसरत् सः सन्मार्गम् अनुसरतु. उत्तमं. ये बालकः सहयोगं बालकः अत्र भगिनि पदमस्ति सन्मार्गः, परन्तु भवती द्वितीयविभक्तौ वाक्यं रचितवती. यदि सन्मार्गः इति अस्ति चेत् सन्मार्गम् अनुसरतु इति भवति. अत्र बालकः सहयोगः ददाति. बालकः सहयोगं ददातु. उत्तमं. बालिका प्रकृतिः पश्यति. बालिका प्रकृतिः बालिका प्रकृतिः इति पदं स्त्रीलिङ्गपदं. बालिका प्रकृतिं पश्यति. लोट्लकारे वदतु. लोट्लकारे बालिका प्रकृतिं पश्यतु ओन्लि रैट् भगिनी. उत्तमम्. अनन्तरं बालकः संस्कृतं बालकः न अत्र संस्कृतं जयति. जयति बालकः नास्ति, बालकः त्यजतु, केवलं संस्कृतं जयति. संस्कृतं जयति. संस्कृतं जयतु. उत्तमं. बालकः ध्येयं स्मरति. लोट्लकारे बालकः ध्येयं सारि वाट् वास् द लास्ट् वर्ड् भगिनि. स्मरति बालकः ध्येयं स्मरतु. उत्तमं. भारतं लसति. लसति इत्युक्ते शैन् शैन् भारतं लसतु. उत्तमं. मनुकुलं लसतु. मनुकुलं लसतु. उत्तमं. संस्कृतभारत्याः स्लोगन् एतदेव. जयतु संस्कृतं, लसतु मनुकुलं. जयतु संस्कृतं, लसतु मनुकुलं. किं कर्तृपदं संस्कृतं जयतु? जयतु क्रियापदं लोट्लकारे. संस्कृतं कर्तृपदं भगिनि. संस्कृतं कर्तृपदम् तत्र. भारतं लसतु मनुकुलं, जयतु संस्कृतं. तथा लोट्लकारः अस्ति. अनन्तरम् अत्र एका लघ्वी कथा अस्ति, तं पठामः शीघ्रं. कः करोति? भूमा भगिनी भवती करोति वा? करोतु. किं पदं किं क्रियापदं? केवलम् अत्र कथा अस्ति, कथां पठामः. विनोदिका, एका विनोदिका अस्ति. विनोदिका विनोदिका अस्ति. ओ चित्रं. अत्र अहं प्रेषितवती करपत्रं. तस्मिन् एका कथा अस्ति, ददातु गृह्णातु इति. गीता भगिनी भवत्याः पार्श्वे अस्ति वा? नो चेत् गीता भगिनी भवती करोतु. एका विनोदिका, ददातु गृह्णातु. कश्चन ग्रामः, तत्र एकः कृपणः अस्ति. सः कदापि किमपि न ददाति. एकदा सः कृपणः अन्यं ग्रामं गन्तुम् इच्छति. मध्ये नदी अस्ति, तत्र नौका अस्ति, नाविकः अपि अस्ति. कृपणः नौकायाम् उपविशति. नौकया नाविकेन सह कृपणः गच्छति. भगिनि तत्र स्थगयतु. एकम् वाक्यं स्वीकृत्य भवती स्वस्य वाक्यैः वक्तुं प्रयत्नं करोतु. एकमेकं वाक्यं. कश्चन ग्रामः अस्ति. ग्रामे एकः कृपणः अस्ति. सः किञ्चित् सर्वे जानन्ति वा? सर्वे जानन्ति वा कृपणः इत्युक्ते? स्टिङ्गि फेलो. आक्चुलि अत्र किमस्ति इत्युक्ते, कृपणः इति पदं कथम् आगतम् इत्युक्ते यस्मिन् कृपा नास्ति सः कृपणः, यस्मिन् यस्मिन् दया नास्ति, यस्मिन् कारुण्यं नास्ति, दया नास्ति, नो चेत् कृपा नास्ति, सः एव कृपणः इत्युक्ते सः कस्मैश्चिदपि किमपि कदापि न ददाति, किमपि न ददाति. अत्र नत्वं कृपणः कृपणः कृपणः. किमर्थं किमर्थं तथा? तत्र कृष्णरुकारः अस्ति, कृष्णरुकारस्य अनन्तरं पवर्णः अस्ति, पा अस्ति, पा अस्ति चेत् बाधा नास्ति, एकस्मिन्नेव पदे बाधा नास्ति, एकस्मिन्नेव पदे तत्र कृष्णरुकारः अस्ति, अनन्तरं पवर्गीय व्यञ्जनं पकारः अस्ति, अतः तत्र निमित्तमस्ति परन्तु बाधा नास्ति, अतः मूर्धन्यणकारादेशः भवति, अतः कृपणः. अनन्तरं तदेव अकारान्त पुल्लिङ्ग न कृपणः इस् अकारान्त पुल्लिङ्ग. आम् लैक् रामः रामशब्दं. आम् आम् आम् भगिनि. अनन्तरं कृपणः जानाति सः किं कर्तुमिच्छति, सः किं कर्तुं न इच्छति, किमपि दातुं किमपि दातुं न इच्छति, परन्तु अत्र किमपि दातुं न इच्छति. अस्यां कथायां सः किं कर्तुमिच्छति एकदा एकदा सः कृपणः अन्यं ग्रामं गन्तुमिच्छति. उत्तमं. तदा किं भवति, तदा किं भवति? नदी भवति, नदी अस्ति मध्ये, नदी अस्ति, नौका अपि अस्ति, नाविकः अपि अस्ति, कृपणः नाविकेन साहाय्येन कृपणः गच्छति अन्यं ग्रामं गच्छति. अत्र नाविकः इत्युक्ते यः नौकां चालयति सः नाविकः इत्युक्ते नौकाचालकः, नौकाचालकः एषः कृपणः नाविकेन सह गच्छति. तदा किं भवति, रघुपतिमहोदय भवान् करोति वा अनन्तरं द्वितीयपरिच्छेदः? यदा नौका किञ्चित् दूरं गच्छति तदा निसर्गकोपः भवति, वायुः वेगेन वहति, नौका आन्दोलयति, कृपणः भीतः भवति, नद्यां पतति, सः तरणं न जानाति, नाविकः तं पश्यति, वदति च भोः हस्तं ददातु, हस्तं ददातु इति. परन्तु एषः तु कृपणः कदापि किमपि न ददति एव. नाविकः बुद्धिमान्, सः चिन्तयति, वदति च भोः हस्तं गृह्णातु, हस्तं गृह्णातु इति. कृपणः झटिति हस्तद्वयेन नाविकस्य हस्तं गृह्णाति, नौकायाः अन्तः आगच्छति. अत्र महोदय अत्र किमस्ति इत्युक्ते मुद्रणदोषः अस्ति, ददाति कदापि किमपि न ददाति अस्ति, परन्तु अत्र मुद्रणदोषः अस्ति, अतः ददति इति लिखितमस्ति, परन्तु ददति इति पदं बहुवचने, ददाति इति पदस्य बहुवचनरूपं ददति, परन्तु अत्र मुद्रणदोषः अस्ति, देर् इस् अ प्रिण्ट् मिस्टेक् हियर् इन् दिस् स्टोरि, इट् इस् सपोस् टु बि ददाति. भवान् एव स्वस्य वाक्यैः एकम् वाक्यं वदतु महोदय. नौका किञ्चित् दूरं गच्छति, यदा नौका किञ्चित् दूरं गच्छति तदा वायुः वेगेन वहति, चलति, अतः नौका आन्दोलयति, इत्युक्ते आन्दोलयति. अत्र महोदय अत्र किञ्चित् पश्यामः. निसर्गकोपः इत्युक्ते, निसर्गकोप इत्युक्ते नेचर्स् फ्यूरि, प्रकृत्यां प्रक्षोपः भवति, प्रतिकूलस्थितिः भवति. तदा वायुः वायुः वेगेन वहति. नौका आन्दोलयति. आन्दोलयति इत्युक्ते आन्दोलयति इत्युक्ते किं वदामि इत्युक्ते अत्र अहं वदामि. अत्र पश्यन्तु, संस्कृतभाषायाम् आन्दोलिका इत्युक्ते स्विङ्ग् आन्दोलिका रागरस्य रागाभ्यास्ति. आन्दोलिका इत्युक्ते स्विङ्ग्. आन्दोलयति इत्युक्ते स्विङ्गिङ्ग् फ्रम् सैड् टु सैड्. सैड् ओके. इट् इस् मूविङ्ग् टु अण्ड् फ्रो इत्युक्ते नौका इतस्ततः चलति, सम्यक् जले न गच्छति. नद्यां नौका इतस्ततः चलति. इट् इस् गोयिङ्ग् हियर् मूविङ्ग् टु अण्ड् फ्रो. तदेव आन्दोलनं. तस्य अन्यः पदम् अन्यं पदमस्ति डोलायते. डोलायते डोलायमान. ओके डोलायते डोलायमान. तदर्थमेव वयं सर्वे अपि मम आन्दोलनम् अस्ति इति वदामः. आन्दोलनम् इत्युक्ते अस्माकं मनः डोलायते इतस्ततः किं कर्तव्यम् इति न जानीमः. Sometimes no, we don't know what to do. आन्दोलिका रागा एका अस्ति मधुरम्. उत्तम. आं महोदय, कर्णाटकसङ्गीते आन्दोलिका इति रागम् अस्ति. तस्य अन्य नाम अस्ति मयूरध्वनि. उत्तमानि गीतानि सन्ति आन्दोलिका. सर्वे शृण्वन्तु, आन्दोलिकरागम् उत्तमम् अस्ति. मयूरध्वनि तस्य अन्यनाम अस्ति. अनन्तरम् एकं जसदास् महोदयः एकस्मिन् चित्रे अपि सः गीतम् एकं गीतं श्रावितवान्. तथा एव अत्र नौका इतस्ततः चलति, तदा किं भवति? कृपणः भीतः भवति. कृपणः भीतः भवति. भीतः भवति. अत्र यस्मिन् भीतिः अस्ति सः भीतः. यस्मिन् भीतिः अस्ति. भीतिः इत्युक्ते भीतिः फियर् भयं. फियर् भयग्रस्तः. ओके भयग्रस्तः. उत्तमं. भयग्रस्तः. कृपणः भीत भयग्रस्तः भवति, अतः नद्यां पतति. नद्यां पतति. अनन्तरं किं भवति? सा तरितुं न जानाति. तरणमित्युक्ते स्विम्. तरणं पर्यायशब्द पर्यायशब्द तरणमेव. अत्र अहमेकं वक्तुम् इच्छामि. तरति. तरति इति पदात् तरणम् इति पदम् आगच्छति. तरणम् इति ल्यूट्. ल्यूट् इति वदामः. ल्यूट् प्रत्ययः. अत्र वयं सर्वे शृणुमः संसारतरणोपायः नास्ति इति ज्येष्ठाः वदन्ति. ज्येष्ठाः संसारस्य तरणोपायः एव नास्ति इति वदन्ति. अत्र कृपणः अपि तथा एव चिन्तयति. कृपणस्य तरणोपायः नास्ति अत्र. सः किं करोति? केवलं भीतः भवति. नाविकः किं करोति? नाविकः तं पश्यति. सः सहायार्थं तस्य हस्तं ददातु इति उच्यते. हस्तं ददातु इति वदति. वदति. वदति वदति उच्यते. तस्य भेदः अस्ति. वदति वदति प्रेसेण्टेन्स् वर्ब्. उच्यते कर्मणि प्रयोगे प्रेसेण्टेन्स् वर्ब्. वदति कर्तरिप्रयोगे. उच्यते कर्मणि प्रयोगे. उच्यति साधु न न उच्यति उच्यति उच्यति न साधु उच्यते उच्यते उच्यते उच्यते इति कर्मणि प्रयोगः. करोतु. अत्र नाविकः किं करोति अधुना? सः बुद्धिमान्, सः चिन्तयति एषः कृपणः, सः कदापि किमपि न ददाति, अतः अत एव सः हस्तं न ददाति, अतः सः पर्यायशब्दम् उपयोगं करोति, गृह्णाति हस्तं, गृह्णातिं गृह्णाति गृह्णातु इति वदति, गृह्णातु इति कृपणाजे. अत्र किम् एकं वदामि, अत्र नाविकः प्राप्तकालज्ञः इत्युक्ते हि नोस् वाट् टु डू एट् द रैट् टैम्. भवन्तः सर्वे पञ्चतन्त्रकथाः पठितवन्तः. तत्र एकस्यां कथायां दीर्घसूत्रः, दीर्घदर्शी, अनन्तरं प्राप्तकालज्ञः इति नाम्ना नाम्नि त्रयः मीनाः सन्ति. भवन्तः जानन्ति एव तत् कथा. तत्र प्राप्तकालज्ञः इति एकः अस्ति. अत्र अत्रापि नाविकः प्राप्तकालज्ञः, देट् मीन्स् हि नो वाट् एक्साक्ट्लि हि शुड् डू इन् द रैट् टैम्. सो अनन्तरं सः किं करोति नाविकः? नाविकः वदति मम हस्तं गृह्णातु, मम हस्तं गृह्णातु इति. तदा कृपणः सर्वदा ग्रहणम् एव करोति सः, अतः तस्य हस्तं गृह्णाति, अतः अन्तः आगच्छति, बहिः नौकायाः अन्तः आगच्छति, तस्य तस्य सेमि तस्य रक्षणं नाविकः कृपणस्य रक्षणं तथा कृतवान्. अत्र झटिति इति एकं पदम् अस्ति. झटिति इत्युक्ते क्विक्लि. अत्र कानिचन पर्यायवाचकपदानि अपि अहं वदामि. एतानपि पर्यायवाचकपदानि बहु प्रसिद्धानि. तत्क्षणं इत्युक्ते झटिति, तथा एव सत्वरम्, अनन्तरं क्षिप्रं. ललितासहस्रनाम पठामश्चेत् तत्र क्षिप्रप्रसादिनी इति पदमस्ति. क्षिप्रम् इत्युक्ते शि विल् गिव् यु द रिसल्ट् इमिडियट्लि. क्षिप्रप्रसादिनी, क्षिप्रम् इत्युक्ते इमिडियट्लि. अनन्तरम् आशुकवित्वम् इति भवन्तः जानन्ति एव. आशुः इत्युक्ते इमिडियट्लि. तथा एव सकृत्, सकृतेव परपन्नाय तवास्मीति इति याचते इति एकं श्लोकमस्ति रामायणे. सकृत् इत्युक्ते झटिति. तथा एव सत्वरं, सहसा, एतानि पदानि पर्यायवाचकपदानि. अनन्तरं कः वदति शीघ्रं कथायाः नीतिः का? कः वदति? उमाशङ्करमहोदय, भवान् करोति वा कथायाः नीतिः? कः वदति शीघ्रं, कालातीतः अभवत्? कथायाः नीतिः कथाम् अवगतवान् वा महोदय? सेकेण्ड् पेरा ऐ डिन्ट् अण्डर्स्टाण्ड्. या ऐ अण्डर्स्टाण्ड् द कथा. कथा अवगतवान्. अस्तु, शोभा भगिनी भवती कर्तुमिच्छति वा नीतिः का? अहं चिन्तयामि नीतिः अस्ति बुद्धि, बुद्धे दे सेव् द डे. बुद्धिः वेरि इम्पार्टेण्ट्. अहं चिन्तयामि कथस्य नाम बुद्धिमान् नाविकः. नाविकः बुद्धिमान् नाविकः इरबेकु मीन्स् वाट् भगिनि? अहं कानिचन वाक्यानि वदामि. अस्यां कथायां यः कृपणः अस्ति तथा कदापि मा भवतु, कृपणः इव तादृशः मा भवतु, यदा कदापि किञ्चित् किञ्चित् अपि दानं करोतु, दानेन सर्वदा दानेन पुण्यं लभ्यते. पुण्यम् इत्युक्ते पुण्यम् अस्मान् पवित्रीकरोति. पुण्यम् इत्युक्ते दट् हू दट् दट्स् वाट् विच् प्यूरिफैस् अस् इस् काल्ड् पुण्यम्. दानेन एव पुण्यं लभ्यते. अतः अहम् अत्र एकं श्लोकं वदामि, अन्नदानं महादानं विद्यादानम् अतः परम् अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया. इत्युक्ते वयं सर्वदा किञ्चिदपि दानं करणीयं, कृपणः मा भवतु, तत् एकः एका नीतिः. अनन्तरं तथा एव यदि वयं नाविकं पश्यामश्चेत् नाविकः इव अन्येषां जनानां साहाय्यं करोतु. इत्युक्ते नाविके समयस्फूर्तिः अस्ति, प्राप्तकालज्ञता अस्ति, अनन्तरं सः बुद्धिमान् भूत्वा कृपणस्य रक्षणं कृतवान्. तथा एव वयं सर्वे अपि अन्येषां जनानां रक्षणं कर्तुं किमपि प्रयत्नं कुर्मः चेत् सम्यक् भवति. भवन्तः वदन्तु अन्ये के के यदि भवन्तः वक्तुमिच्छन्ति चेत् वदन्तु किमपि. कृपणः मस्ट् हव् डन् सम् पुण्यं भगिनी, हि गाट् सेव्ड्. हिस् पुण्यं वास् दट् हि वास् विद् दिस् नाविका. अनन्तरं सतीश् महोदय भवान् वदतु. कृपणः मा भवतु, धनं वितरणं कर्तुं कर्तुं हि गृह्यसि, कर्तुं हि उत्तमम् अस्ति. उत्तमं. सुचित्रा भगिनी भवती अपि वदतु. सुचित्रा भगिनी अस्ति वा? अस्ति. किमपि वदतु. नीतिः का? नीतिः यु बेटर् डू सम् गुड् कर्मा, सो अट्लीस्ट् नेक्स्ट् जन्म यु विल् बी सेव्ड्. ओके ओके ओके. सो दिस् वास् अनन्तरं प्रीवियस् जन्म भगिनी. दिस् पुण्य टु बी सेव्ड्. ओके. गीता भगिनी भवती अपि वदतु. No, I think you need to know, like, you know, the people that you deal with. So at that moment, agar wo navika ne uski agar uski soch if he wasn't smart, like, you know, shrewd, so you know, this miser would have just died. Yeah, yeah, true. Yeah, true. His punya was that he was with the navika. Anya Uma Shankar Mahodaya bhavan api vadatu. कथायाः नीतिः वदति वा महोदय? गिव् एण्ड् टेक्. गिव् एण्ड् टेक्. वन् मोर् नीति भगिनि, वितौट् नोयिङ्ग् स्विमिङ्ग् डोण्ट् क्रास् द रिवर्. या, दट्स् वेरि गुड्. एण्ड् द नाविकः हेड् द प्रेसेन्स् आफ् माइण्ड्. सो लैक् वि कान्ट् एनफ् टु बि it's not enough to be intelligent. You have to have the presence of mind. You know, sometimes the buddhi doesn't come to your rescue. Very true, Bhagini. Tadeva, presence of mind ichukte, tadeva praptakalajna ichukte. Praptakalajna. And another one, Bhagini, you can't cross the river of samsara without jnana. Yeah, good. Yeah. Very good, very good. He's very agnani. So, jnana is needed to cross samsara, river of samsara. Yes, yes. True. And, samsara, so there is an upaya. Taranopaya. And there only punya can get you across, not papam. Uttamam. Uttamam. Godly. Bhagini, you said the word, what is it, prakrityam? प्रकृत्यां प्रतिकूलस्थितिः, वायुस्थितिः, वायुस्थितिः. धन्यवादः. अग्रिमे वासरे मिलामः. धन्यवादः धन्यवादः भगिनी धन्यवादः.